भवतां सर्वेषां गीतासोपानवर्गं प्रति हार्दं स्वागतम्। आरम्भे सुभाषितं शृणुमः, पश्चात् पाठं प्रति गच्छेम। भगिनी एकवारं सुभाषितं स्मारयतु। ॐ श्रीगुरुभ्यो नमः। विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्याबन्धुजनो विदेशगमने विद्या परा देवता। विद्या राजसु पूज्यते न तु धनम्। विद्याविहीनः पशुः। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादाः भगिनी। धन्यवादः। अस्माकं प्रवर्तमानः विषयः अस्ति क्तवत्वन्तरूपाणि। सम्प्रति वयं सुभाषितं श्रुतवन्तः। पूर्वस्मिन् वर्गे केषाञ्चन क्तवत्वन्तरूपाणां चिन्तनं कृतवन्तः। कानिचन विशिष्टरूपाणि, क्तवत्वन्तरूपाणि गते वर्गे वयं दृष्टवन्तः। क्तवतु प्रत्ययस्य प्रसङ्गे कांश्चन नियमान् अपि वयं ज्ञातवन्तः। कानिचन वाक्यानि परिशीलितवन्तः गीतासोपानं पुस्तकं दृष्ट्वा। इत्युक्ते गीतासोपानं पुस्तकस्य अष्टसप्ततितमे पुटे कानिचन वाक्यानि सन्ति। अष्टसप्ततितमपुटात् वर्तमानकालार्थे लट् रूपाणि उपयुज्य कानिचन वाक्यानि वयं दृष्टवन्तः। ग्रन्थकारैः कानिचन वाक्यानि दत्तानि, इत्युक्ते लट्लकाररूपाणि उपयुज्य वाक्यानि दत्तवन्तः। पश्चात् तानि वाक्यानि एव भूतकालार्थे परिवर्त्य सार्धकानि वाक्यानि ग्रन्थकाराः पुनः तत्र दत्तवन्तः। प्रदत्तानि वाक्यानि वयम् अवलोक्य तेषु वाक्येषु नीतिः अस्ति वा इति वयम् अवलोकितवन्तः। तां नीतिम् अवगतवन्तः च वयं क्तवत्वन्तरूपाणां प्रसङ्गे ज्ञातव्यान् अंशान् वयं स्थालीपुलाकन्यायेन अवगन्तुं प्रयत्नं कृतवन्तः। एतेषु वाक्येषु क्तवत्वन्तरूपाणि सन्ति, भवन्तः सर्वे इमानि वाक्यानि जानन्ति एव। अद्य वयं क्तवत्वन्तरूपाणां प्रसङ्गे सूत्राणाम् आधारेण तानि रूपाणि कथं सिद्ध्यन्ति इति एकवारम् अवलोकयाम। तदर्थं भवन्तः सर्वे गीतासोपानं पुस्तकम् उद्घाटयन्तु। तस्मिन् पुस्तके एकोनाशीतितमं पुटं पश्यन्तु। एकोनाशीतितमं पुटम् अथवा नवसप्ततितमं पुटं पश्यन्तु। उद्घाट्य एकवारं चिन्तनं कुर्मः। इदानीम् एकोनाशीतितमे पुटे किमस्ति? केवलं रूपाणि दत्तानि, तानि रूपाणि एकवारम् अवलोक्य तत्र इतोपि ज्ञातव्याः अंशाः के इति एकवारं परिशीलयाम। अधुना अत्र भूमा भगिनी भवती पठतु। यतोदाहरणं रिक्तस्थानानि पूरयत। त्वतु प्रत्ययान्तं रूपं पुल्लिङ्गे। लट्लकाररूपं एकवचनं द्विवचनं बहुवचनं दत्तानि। क्तवतु इति तत्र दत्तमस्ति। पठतु, अत्र किमस्ति? पठति, पठितवान्, पठितवन्तौ, पठितवन्तः। लङ्लकारे अद्यतनभूतकालेन किमस्ति उपरि पश्यतु। लट् लकाररूपं दत्तमस्ति, लट् लकाररूपम् इत्युक्ते लट् लकाररूपं वर्तमानकाल। उत्तमं। बट् धातोः लट् लकाररूपं दातोः धातोः लट्लकाररूप एकवचने द्विवचने बहुवचने दत्तमस्ति. अत्र किं वक्तव्यम् इत्युक्ते पठ् धातोः वर्तमानकालरूपं प्रथमपुरुष एकवचनरूपम् अत्र तिङ्गन्तपदं वामभागे प्रथमे स्तम्भे दत्तमस्ति. पठति प्रथमपुरुष एकवचनरूपम् अस्ति तिङ्गन्तपदम् इदं, किन्तु तस्य क्तवत्वन्तरूपाणि वदतु. त्वन्तरूपाणि उत्तमम्. तत्र पठितवान्, पठितवन्तौ, पठितवन्तः इति रूपाणि दत्तानि. पुंलिङ्गे इमानि रूपाणि दत्तानि. एकवारम् अत्र भवती जानाति चेत् त्रिषु लिङ्गेषु रूपाणि वक्तुं शक्नोति वा? पठितवान् पुल्लिङ्गे अस्ति, त्रिलिङ्गे पठितवती, पठितवती, पठितवत्यौ, पठितवत्यः. पठ् धातु द्वादिगणे धातुः, किन्तु अत्र नपुंसकलिङ्गे अपि रूपाणि सिद्ध्यन्ति. नपुंसकलिङ्ग पठितवत् तत्र किञ्चित् वैशिष्ट्यम् अस्ति. पठितवत् इति एकवचनरूपं, पठितवती इति पठितवती बहुवचनरूपं, पठितवन्ति पठितवन्ति इत्युक्ते क्तवत्वन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, सप्तसु विभक्तिषु भवन्ति इति एकः विषयः. पठितवत् इति प्रातिपदिकमस्ति. पठितवत् इति प्रातिपदिकं स्वीकृत्य पुंलिङ्गे रूपं निर्मामः. स्त्रीलिङ्गे प्रातिपदिकं पठितवती भवति. नपुंसकलिङ्गे पठितवत् भवति. अत्र धातुः पठ् अस्ति, किन्तु मध्ये इडागमः भवति, इट् आगमः इत्युक्ते मध्ये इकारः आयाति. अयं प्रत्ययः क्तवत् प्रत्ययः इडागमानुकूलप्रत्ययः, अपि च धातुः अपि इडागमयोग्यः इति कृत्वा पठितवान् इति रूपं सिद्ध्यति. इत्युक्ते इडागमः भवति इति एकः विषयः. पठ् धातुः सेट् धातुः इति वदामः. सेट् सेट् इति कथनेन सा इट् इति वदामः. सा इट् इत्युक्ते तस्मिन् धातौ इडागमानुकूल्यमस्ति इति अर्थः. सेट् धातुः इत्युक्ते धातवः त्रिविधाः. सेट् धातवः, अनिट् धातवः, वेट् धातवः. वेट् धातुषु इडागमः विकल्पेन भवति. सेट् धातुषु इडागमः सर्वदा भवति, नित्यं भवति. अनिट् धातुषु इडागमः न भवति एव. तदर्थमेव न इट् अनिट् इति वक्तव्यं भवति. साधु, अग्रिमं वाक्यं वदतु. इच्छति, इष्टवान्, इष्टवन्तौ, इष्टवन्तः. उत्तमम्. एकं वाक्यं विरचय वदतु. पठितवान् अथवा किमपि वाक्यं, क्तवत्वन्तवाक्यं. बालः, बालकः पुस्तकं पठितवान्. उत्तमं. बहुवचने वदतु. बालकाः पुस्तकानि पठितवन्तः. उत्तमं. तदेव पूर्वस्मिन् वर्गे वयं चर्चितवन्तः एव. अस्मिन् प्रसङ्गे पुरुषभेदः नास्ति. अत्र बालकः पठितवान् अथवा बालिका पठितवती, अहं पठितवती. अहम् इति उत्तमपुरुष कर्तृपदमस्ति चेदपि अहं पठितवती इति भवति. इत्युक्ते तत्र पुरुषभेदः नास्ति इति एकः विषयः. अपि च अत्र इच्छति इति रूपं दत्तमस्ति. इच्छति इति लट्लकाररूपमस्ति. वदतु. इष्टातु इच्छति. उत्तमम्. इच्छायाम् इत्यस्मिन् अर्थे इष् धातुः अस्ति. इष् धातुः तौदादिकधातुः इति वदामः. इत्युक्ते तुदादिगणीयधातुः. संस्कृतभाषायां दशधातुगणाः सन्ति. तेषु षष्ठः गणः इति तुदादिगणः. तौदादिकधातुः इष् धातुः. किन्तु लट्लकाररूपम् इषु गमयमां छः इति सूत्रेण स्तुत्वम् इति न वदामः, किन्तु तत्र चकारादेशः भवति. इष् इति कथनेन तत्र मूर्धन्यषकारः अस्ति धातोः अन्ते, किन्तु इषु गमि यमां छः इति एकं सूत्रमस्ति. तेन सूत्रेण छः इति वदामश्चेत् प्रथमाविभक्त्यन्तं रूपं छः इति कृत्वा छकारादेशः भवति इति अर्थः अस्ति. किन्तु इदं कार्यं तत्र लट्लकाररूपे भवति. किन्तु इष् धातोः प्रसङ्गे ज्ञातव्याः अंशाः अन्ये केचन सन्ति. अयम् इष् धातुः अन्येषु गणेषु अपि अस्ति. इत्युक्ते इष् धातुः दिवादिगणे अस्ति, दिवादिगणे अस्ति इति कृत्वा तस्य रूपं भिद्यते. इत्युक्ते दिवादिगणीय इष् धातोः रूपम् इष्यति, तस्य रूपम् इष्यति. दिवादिगणः चतुर्थः गणः, चतुर्थे गणे अयं धातुः अस्ति चेत् तस्य रूपम् इष्यति. साधारणतया वयं शृणुमः अन्विष्यति, इत्युक्ते अन्वेषणं करोति. अन्वेषणं करोति इत्यस्मिन् अर्थे यः इष् धातुः अस्ति सः इष् धातुः दिवादिगणीयः, दैवादिकधातुः इति अपि वक्तुं शक्नुमः. इष्यति इति रूपम् अस्ति. अपि च इष् धातुः क्रियादिगणे अपि अस्ति. क्रियादिगणीय इष् धातोः रूपम् इष्णाति. यद्यपि धातोः रूपम् इष् इति एव, लौकिकधातोः रूपम् इष् एव अस्ति, तेषां मध्ये अर्थभेदः अस्ति. इष् इच्छायाम् इत्यस्मिन् अर्थे अत्र दत्तमस्ति. इष् धातुतः इष्टवान् इति रूपं सिद्ध्यति. इदानीम् इदं रूपं कथं सिद्ध्यति इति एकवारं चिन्तनं कुर्मः. कोऽपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे? अरुणा भगिनी वक्तुम् इच्छति वा? आं भगिनि, अत्र शकार शकार तकार अस्ति चेत् सुनेत्रेण तकारस्थाने भवति. शुभदा भगिनी भवती प्रयत्नं करोतु. जस्ट् प्रयत्नं करोमि. अहं न सम्यक् जानामि, परन्तु इष् इत्यस्य तुदादिगणीयधातुः अस्ति चेत् तत्र इष् योगः तिप् आगच्छति. तदनन्तरं विकरणप्रत्ययः ष इति आगच्छति. भगिनि, मम आशयः तु इष्टवान् इति रूपम्, इष्ट इति रूपं कथं सिद्ध्यति? इष् योगः क्तप्रत्ययः, तत्र क्त इत्यस्मिन् लशक्वतद्धिते इत्यनेन क इत्यस्य इत्संज्ञा अपि च लोपः भवति. त इति अवशेषः प्रत्ययः. इष् योगः त, तत्र ष्टुत्वं भवति, अतः तकारस्य स्थाने टकारः, मूर्धन्यटकारः भवति. अतः वर्णमेलनेन इष्टः इति भवति. तावदेव. उत्तमम्. इष्टः इति रूपं क्तवतु प्रत्ययस्य प्रसङ्गे उक्तवती. तादृशं चिन्तनमेव क्तवत्वन्तरूपाणां प्रसङ्गे अपि. क्तवतु रूपम् अपि साधयतु. अपि च क्तवतु इत्यस्मिन् लशक्वतद्धिते इत्यनेन ककारस्य लोपः, अपि च अन्तिम उप अनुनासिक अच् अस्ति उ इति, तस्य उपदेशेज अनुनासिक इत् इत्यनेन इत्संज्ञा अपि च तस्य लोपः. तवत् इति प्रत्ययः शेषः भवति. त इष् योगः तवत्, तत्रापि ष्टुत्वं भूत्वा तकारस्य स्थाने आदिमतकारः यः अस्ति तस्य स्थाने ट मूर्धन्यटकारः भवति. तत्पश्चात् इष् योगः टवत् टवत् इति भवति. इष्टवत् इति अन्तिमरूपं, तत् रूपं त्रिषु लिङ्गेषु भवति तदनन्तरं. साधु भगिनी, उत्तमं. तदेव इत्युक्ते अत्र स्टुनाष्टुः इति एकं सूत्रमस्ति. केवलम् एकमेव सूत्रमस्ति. तत्र स्टुनाष्टुः इति सूत्रेण षकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारादेशः भवति इति कृत्वा इष् योगः क्तवतु. तत्र क्तवतु इत्यस्मात् अनुबन्धलोपे सति केवलं तवत् एव अवशिष्यते. उकारस्यापि उपदेशजनुनासिक इत्यनेन तस्य लोपः भवति. प्रातिपदिकम् इष्टवत्, प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि निर्मामः इति एकः विषयः. अपि च अन्यविषयाः अपि सन्ति. इत्युक्ते अयं धातुः सेट् धातुः. सेट् धातुः भवति चेत् इत्युक्ते इडागमः भवति, किन्तु तत्र यस्य विभाषा इति सूत्रेण इट् निषेधः भवति इति कृत्वा केवलम् इष्टवान् इति रूपं सिद्ध्यति. इत्युक्ते इडागमः निष्ठाप्रत्ययेषु न दृश्यते. अयं धातुः सेट् धातुः अस्ति इति कृत्वा क्त्वान्तरूपं परिशीलयामश्चेत् क्त्वान्तरूपं वयं जानीमः, गत्वा, पठित्वा, दृष्ट्वा इत्यादीनि रूपाणि क्त्वान्तरूपाणि. इष् धातोः क्त्वान्तरूपं परिशीलयामश्चेत् येषित्वा इति एकं रूपम् अस्ति, इष्ट्वा इति अन्यत् रूपम् अस्ति. येषित्वा इति रूपं परिशीलयामश्चेत् तत्र इडागमः दृश्यते इति कृत्वा तत्र विकल्पेन इडागमः भवति इति तत्र अवगन्तव्यः विषयः. निष्ठाप्रत्ययेषु परेषु एव इडागमनिषेधः भवति, किन्तु अन्येषु स्थलेषु इडागमः भवितुमर्हति, धातुः सेट् अस्ति इति कृत्वा इति तत्र एकः विषयः. तदर्थमेव इष् धातुतः इष्टवान्, इष्टवन्तौ, इष्टवन्तः इति रूपाणि भवन्ति. स्त्रीलिङ्गे इष्टवती, इष्टवत्यौ, इष्टवत्यः. अपि च इडागमयोग्यः धातुः अयम् इति अवगन्तुम् अन्यानि रूपाणि वयं परिशीलयामश्चेत् एषितव्यं, तव्यत् प्रत्ययान्तरूपम्, एषितव्यं तुमन्नन्तं रूपं परिशीलयामश्चेत् एषितुम् इति रूपम् अस्ति. क्त्वान्तरूपं परिशीलयामश्चेत् एषित्वा इत्यादीनि रूपाणि सन्ति. इत्युक्ते अन्यानि रूपाणि वयं परिशीलयामश्चेत् तत्र इडागमसहितं रूपं दृश्यते. क्तवत् प्रत्ययः निष्ठाप्रत्ययः अस्ति इति कृत्वा तत्र इडागमः नास्ति इति एकः ज्ञातव्यः अंशः. गीताञ्जलि भगिनी, भवती किं वक्तुमिच्छति? भगिनि, ईष् यथा भवती उक्तवती, ईष् धातु भिन्नानि भिन्नेषु गणेषु क्षम्यतां, भिन्नेषु गणेषु सन्ति, किन्तु तत्र सर्वदा इष्टवान् इति रूपमेव आयाति. इत्युक्ते सन्दर्भे एव वयं जानीमः अर्थः कः. अहं किञ्चित् दृष्टवती, पूर्णतया न दृष्टवती. इत्युक्ते धातुः तु त्रिषु गणेषु अस्ति, क्तवत्वन्तरूपम् इष्टवान् इति रूपम् अस्ति गणद्वये, किन्तु पूर्णतया द्रष्टव्यं. तत्र सर्वेषु गणेषु इष्टवान् इति रूपमेव, इष्टवत् इति प्रातिपदिकमेव सिद्ध्यति इति अहमपि तदेव अहं चिन्तयामि. अपि च अन्य कृदन्तरूपाणि सर्वाणि तु न, किन्तु अनेकानि समाने एव सन्ति इति मम चिन्तनम्. इत्युक्ते अर्धं दृष्ट्वा अवगन्तुं शक्नुमः, कुत्रचित् नियमाः सन्ति. किमर्थं चेत् इष् धातुः त्रिषु गणेषु अस्ति चेदपि अर्थभेदः अस्ति. भिन्नचिन्तनम् अपेक्षितम् इति मम चिन्तनं. साधु करोति भवती एव वदतु. अस्तु, करोति तनादि क्रू धातुतः आयाति. क्रू धातु तनादि गणे अस्ति, डुक्रै करणे. तत्र धातु क्रू अस्ति चेत् कृतवान्, लट् रूपं तु करोति, कुरुतः कुर्वन्ति. तत्र तु वचन भेद करोति, कुरुतः कुर्वन्ति. अत्र तवतु रूपं तु कृतवान् पुंलिङ्ग् अस्ति चेत् कृतवान्, कृतवन्तौ, कृतवन्तः. स्त्रीलिङ्ग् रूपाणि कृतवती, कृतवत्यौ, कृतवत्यः. नपुंसकलिङ्गरूपाणि कृतवत्, कृतवती, कृतवन्ति. उत्तमं भगिनि. अपि च अत्र अन्यः विषयः कः इत्युक्ते क्रू धातुः उभयपदी धातुः. उभयपदी धातुः अस्ति इति कृत्वा, किन्तु अत्र परस्मैपदीरूपं दत्तमस्ति. करोति इति एकं रूपमस्ति, कुरुते इति अन्यत् रूपमस्ति. भवती एव रूपं साधयतु. विशेषचिन्तनम् अस्ति वा इति एकवारं चिन्तयतु. मम आशयः तु कृतवान् इति पदं स्वीकृत्य कृतवान् इत्युक्ते विशेष अस्ति अधुना इति भवती उक्तवती भगिनि. अत्र कृतवान् इति रूपं स्वीकरोतु यथा शुभदा भगिनी रूपं साधितवती. अस्तु, क्रूधातु क्रूधातु योगः तवतु लशक्वतद्दिते इति सूत्रेण क अपगच्छति, लोपः भवति. अपि च उ अन्ते यथा अनुस्वारः अस्ति चेत् तद् अनुनासिकः अस्ति चेत् तदपि अपगच्छति. तदनन्तरं तव तवत् इति तिष्ठति, क्रूधातुयोगः तवत् कृतवत् इति आयाति प्रातिपदिकं, अपि च पुंलिङ्गरूपं कृतवान्. उत्तमम्. इत्युक्ते अत्र किमपि विशिष्टं कार्यं नास्ति, केवलं वर्णमेलनमेव भवति. औपदेशिकधातुतः लौकिकधातोः निर्माणं कुर्मः आदौ, क्रु सिद्ध्यति, तवत् योजयामः, केवलं वर्णमेलनेन कृतवत् इति प्रातिपदिकं सिद्ध्यति. अत्र तवत् प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा कित्वात् गुणनिषेधः इति एकः विषयः. इत्युक्ते तवत् क्त क्त्वा क्तिन् एते प्रत्ययाः कित् प्रत्ययाः इति कृत्वा गुणनिषेधः भवति एतेषु रूपेषु. इत्युक्ते न कदापि गुणकार्यं भवति इति एकः विषयः. चतुर्थं पदमस्ति गायति. गीताञ्जलिभगिनी भवती एव एकवारं प्रयत्नं करोतु. गायति धातु गै अस्ति, गैतः एकं विशिष्टसूत्रम् अस्ति, तत् सूत्रं तु विस्मरामि. आदे च उपदेशे अशीति इति सूत्रेण ऐ स्थाने आत्वमायाति, आ भवति, इत्युक्ते गै गा भवति. तदनन्तरम् एकम् अन्य सूत्रम् अस्ति भगिनि, तद घूमास्था गाप जहाति सांहली. इत्युक्ते तत्र षष्ठीविभक्ति बहुवचनान्तरूपम् अस्ति. घुमास्था गापा जहाति साम् इति एकमेव पदम्, इत्युक्ते द्वन्द्वसमासयुक्तं पदं. तस्मिन् पदे गा इति दत्तमस्ति. गा इत्युक्ते गा धातोः प्रसङ्गे इति अर्थः. इत्युक्ते घुमास्था गापा जहाति साम् इति षष्ठी बहुवचनरूपं. हलि इत्युक्ते हलिपरे. किन्तु पश्चात् कानिचन पदानि अन्यस्मात् सूत्रात् अनुवृत्तिरूपेण आयान्ति. तत्र कीदृशानि पदानि आयान्ति इत्युक्ते ईत् इति पदम् अनुवृत्तिरूपेण पूर्वसूत्रात् आयाति इति कृत्वा हलिपरे किं भवति एतेषु धातुषु घूमास्था गापा जहाति साम् इत्यादिषु? हलिपरे किं भवति इत्युक्ते ईत् भवति. ईत् इत्युक्ते ईकारादेशः भवति इति कृत्वा वदतु. हा, ईत् भवति. तदनन्तरं गी योगः तवतु, तदेव वर्णमेलनमेव, क अपगच्छति, लोपः भवति, अपि च गीतवत् वर्णमेलनमेव. उत्तमम्. एजन्तधातुः अयं धातुः गै इति धातुः अस्ति, एच् प्रत्याहारे अस्ति, अथवा ऐकारान्तधातुः इति कृत्वा आदेच उपदेशे अशिति. अशिति इति उक्तमस्ति, इत्युक्ते षित् इति वयं जानीमः, षकारः इत्यस्य सः षित्. किन्तु अशित् अशिति परे, इत्युक्ते अशिति इति सप्तम्यन्तं रूपम्, अशित् प्रत्यये परे एव इदं कार्यं भवति इति तत्र सूत्रे उक्तमस्ति. इति कृत्वा गीतवत् इति प्रातिपदिकं सिद्ध्यति, अपि च गीतवान्, गीतवती, गीतवत् इत्यादीनि रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. साधु भगिनी, उत्तमम्. अधुना दर्शना भगिनी भवती वदतु. धरति इति धरति इति लट्लकाररूपं धृधातुः. अहं सूत्रं तु न जानामि, परन्तु अत्र धृ अनिट् अस्ति तर्हि अनिट् अस्ति तर्हि किञ्चित् सुलभं जातं तत्र तव तु यथा गीताञ्जलिभगिनी अपि च उक्तवन्तः उक्तवत्यौ तथा तव तु इत्यस्य प्रत्ययस्य त व इति अवशिष्यते अपि च धृतवत् इति रूपं सिद्ध्यते धृतवान् धृतवन्तौ धृतवन्तः इति रूपाणि सन्ति. उत्तमम्. इत्युक्ते अयं धातुः अनिट् धातुः. अनिट् धातुः इत्यतः इडागमः न भवति. चिन्तनं तु किञ्चित् सरलम् अभवत् अत्र. केवलं धातुं स्वीकृत्य लौकिकधातोः रूपं स्वीकृत्य तवत् योजयामः, तेन धृतवत् प्रातिपदिकं त्रिषु लिङ्गेषु रूपाणि. नपुंसि धृतवत् धृतवत् धृतवत् ते खलु धृतवती धृतवती अपि च नपुंसकलिङ्ग यु काट् मी देयर् नपुंसकलिङ्गस्य तत्र धृतवत् धृतवती धृतवन्ति इति रूपाणि भवन्ति. एतावत् तवत् प्रत्ययः खित् प्रत्ययः अस्ति इति कृत्वा तत्र गुणकार्यं न भवति. ध्रु इति धातुं स्वीकृत्य तवत् योजयामः, किन्तु लट्लकाररूपं वक्तुमिच्छामश्चेत् तत्र ध्रू धातुतः गुणकार्यं भूत्वा धर् भवति. ऋकारान्तधातुः अस्ति इति कृत्वा ध्रू धर् भवति. अपि च विकरणप्रत्ययः आ आयति इति कृत्वा धर इति रूपम् आयाति, धरति. अन्येषु रूपेषु गुणकार्यं कृत्वा रूपाणि साधनीयानि, किन्तु तवत् प्रत्ययः गुणनिषेधकः भवति. तव्यत् रूपं परिशीलयामश्चेत् भगिनि एकः संशयः भगिनि वदतु. अत्र धरति सपोज् णिच् अपि भवति चेत् धारयति, तत्र तवत् रूपं कथं भवति भगिनि? धारितवान् धारितवान् ओके धृत ओके धारितवान् धारितवन्तौ धारितवन्तः. लट्लकाररूपं णिजन्तयुक्तं रूपं धारयति धारयति धारयतः धारयन्ति ओके. अपि च अत्र ध्रू धातोः रूपं धरति, तत्र गुणकार्यम् अभवत्. अपि च ध्रू धातोः तव्यत् प्रत्ययान्तरूपं धर्तव्यम्. अपि च अनियर् प्रत्ययान्तरूपं धरणीयं. तेषु रूपेषु तत्र गुणकार्यं भवति, किन्तु अत्र प्रत्ययः कित् प्रत्ययः अस्ति चेत् गुणकार्यं न भवति इति कृत्वा धृतवान् रूपं सिद्ध्यति. दर्शना भगिनी भवती अग्रिमं पदं वदतु. भजति भजति इति लट्लकाररूपं भज् धातुः. अत्रापि अनिट् अस्ति, परन्तु भगिनी अहं सूत्राणि न जानामि. भज् कथं वा भक्त अभवत् इति अहं न जानामि. शुभदा भगिनी भवती वदतु. तत्र चुहोकुः इत्यस्य प्रसक्तिः अहं चिन्तयामि. चुहोकुः इति झलिपरे वा पदान्ते अस्ति चेत् अत्र तु पदान्ते अस्ति, अतः भज् योगः तव तु अस्ति चेत् जकारः इति च वर्गे अस्ति तस्य भज् इति लौकिकधातोः रूपं स्वीकुर्मः आदौ. तवत् प्रत्ययं योजयामः, भज् योगः तवत् इति रूपं तत्र अस्ति. भज् जकारस्य स्थाने गकारः आयाति, किमर्थं चेत् अत्र पदान्ते नास्ति. तवत् इत्यस्मिन् पदे आदौ यः तकारः अस्ति सः झल् वर्णः अस्ति इति कृत्वा झलीपरे जकारस्य स्थाने चवर्गीयव्यञ्जनं जकारः, जकारस्य स्थाने कवर्गीयवर्णादेशः भवति. चोहकुः इति सूत्रेण चकारस्य स्थाने ककारः, जकारस्य स्थाने गकारः. अत्र भज् इत्यस्मिन् जकारः अस्ति इति कृत्वा चवर्गीयव्यञ्जनं गकारः आयाति, तेन भग्योगः तवत् इति रूपं सिद्ध्यति. तत्पश्चात् खरि च इति सूत्रेण. आं भगिनि, तावत् खरि च इत्यनेन गकारस्य ककारः भवति, चर्त्वं भवति. उत्तमं. चर्त्वं भूत्वा गकारस्य स्थाने ककारादेशः भवति इति कृत्वा भक्तवत् इति रूपम् अस्ति. क्तवत्वन्तरूपं तथा एव साधयामः, क्तान्तरूपमपि तथा एव, क्तिन् प्रत्ययान्तरूपमपि तादृशरीत्या एव साधनीयं. कार्याणि समानानि किन्तु प्रत्ययाः भिन्नाः. सुजाता भगिनी, भवती वदतु अग्रिमं. क्रीडति लट्लकाररूपं प्रथमपुरुषे एकवचनम् अस्ति. क्रीडति, क्रीडितवान्, क्रीडितवन्तौ, क्रीडितवन्तः. क्रीड् धातु अस्ति. तव तु प्रत्यययोजनेन क्रीडितवान् भवति पुल्लिङ्गे एकवचनं. द्विवचनम् अस्ति क्रीडितवन्तौ, बहुवचनं क्रीडितवन्तः. स्त्रीलिङ्गे क्रीडितवती, क्रीडितवत्यौ, क्रीडितवत्यः. नपुंसि वदतु. नपुंसि क्रीडितवत्, क्रीडितवती, क्रीडितवन्ति. उत्तमम्. अत्र परिशीलनीयः अंशः कः इत्युक्ते इडागमः दृश्यते खलु. इडागमः दृश्यते. इकारः अस्ति क्रीडितवान्. सेड् धातुः अस्ति इति कृत्वा क्रीडित इति तत्र इडागमसहितं रूपं दृश्यते. अपि च अत्र एकः ज्ञातव्यः अंशः अस्ति. क्रीड् इति लौकिकधातुः अस्ति, किन्तु उपदेशावस्थायां तस्य रूपं परिशीलयामश्चेत् क्रीड्रु अस्ति. इत्युक्ते किम्? उपदेशे अनुनासिक इत्यनेन ऋकारस्य इत्संज्ञा भवति, तस्य लोपः भवति, क्रीडेव तिष्ठति. साधु, तदेव श्रोतुमिच्छामि. एतावता तस्मिन् धातौ उपदेशावस्थायाम् अनुनासिक ऋकारः अस्ति, तस्य अनुनासिक ऋकारस्य निष्कासनं भवति इति एकः विषयः. अग्रिमं पदं वदतु. नयति नी धातु अस्ति, लट्लकाररूपम् अस्ति. नयति, नीतवान् एकवचनं, नीतवन्तौ बहुवचनम् अस्ति पुरुष पुंलिङ्गे. नीतवन्तः बहुवचनं. स्त्रीलिङ्गे अस्ति नीतवती, नीतवत्यौ, नीतवत्यः. नपुंसि. नीतवत्, नीतवती, नीतवन्ति. उत्तमं. साधु भगिनी, क्रीड् धातोः प्रसङ्गे एकः अंशः ज्ञातव्यः. क्रीड् धातुः अनुबन्धलोपे सति हलन्तधातुः इति वक्तव्यं भवति. हलन्तधातवः साधारणतया सेटः भवन्ति. अजन्तधातवः अनिटः भवन्ति. क्रु इति धातुः अनुबन्धलोपे सति क्रु इति लौकिकधातुः अस्ति. क्रू धातुः अजन्तधातुः इति वदामः. इत्युक्ते अस्य धातोः अन्ते अच् वर्णः अस्ति इति कृत्वा क्रू धातुः अजन्तधातुः. अजन्तधातवः साधारणतया अनिटः भवन्ति इति एकं परिशीलनम्. णी धातोः प्रसङ्गे लौकिकधातुः णी अस्ति. भवती दृष्टवती वा तस्य उपदेशावस्थायां रूपं किम्? न जानामि भगिनि. चिन्ता मास्तु, केवलम् अस्माकम् अवगमनार्थं वदन्ती अस्मि. तत्र नीङ् प्रापणे इति धातुः अस्ति. इत्युक्ते मूर्धन्य णकारादिधातुः अस्ति. अपि च णी धातुः उभयपदी धातुः. नयति रूपम् अस्ति, नयते रूपमपि अस्ति. किन्तु अत्र रूपसिद्ध्यर्थं काठिन्यम् अस्ति वा? परिशीलयतु. नीतवान् स्वीकृत्य वदतु. अत्र विशिष्टचिन्तनम् अस्ति वा, नो चेत् केवलं वर्णमेलनमेव भवति वा? तावत् वदतु. वर्णमेलनमेव भवति मन्ये भगिनि. नी दीर्घ ईकारः अस्ति. नी नी तु चिन्ता मास्तु भगिनि. गीताञ्जलि भगिनी, भवती अत्र विशिष्टचिन्तनमस्ति वा नीतवान् इत्यस्मिन्? न भगिनि, नी उपसर्ग अस्ति वा? नी धातुः एव. धातुः एव, ओके. न जानामि भगिनि, चिन्ता मास्तु. विशिष्ट तु नास्ति भगिनि. नी योगः तव तु तवत् आयाति, नी आयाति, ककार इत्संज्ञा भूत्वा उपगच्छति, लोपः भवति. नीतवत् इति प्रातिपदिकं तवान्, नीतवन्तौ, नीतवन्तः, समानेव भगिनि. उत्तमं, तावदेव. इत्युक्ते अत्र किमपि विशिष्टं चिन्तनमेव नास्ति. लौकिकधातोः रूपं स्वीकुर्मः, अनुबन्धलोपे सति नी इति धातोः रूपं सिद्ध्यति, पश्चात् प्रत्यये अपि अनुबन्धवर्णानां लोपं कृत्वा केवलं वर्णमेलनं कुर्मः, तेन नीतवत् इति प्रातिपदिकं सिद्ध्यति. किन्तु नी धातोः प्रसङ्गे णो नः इति एकं सूत्रमस्ति. तेन सूत्रेण एव मूर्धन्यणकारस्य स्थाने दन्त्यनकारादेशः भवति. तदर्थमेव अस्य धातोः लौकिकरूपं नी अस्ति. नीयोगः तवत् नीतवत् इति प्रातिपदिकम्. सुजाता भगिनी, भवती एव अग्रिमं करोतु. आं भगिनि, गर्जति गर्जति अस्ति लट् लकाररूपे एकवचनं गर्जति. गर्जितवान् एकवचनं, गर्जितवन्तौ बहुवचनं पुंलिङ्गे, गर्जितवन्तः बहुवचनम् अस्ति. गर्ज् धातु अस्ति, गर्जितवती गुण भवति, गुणकार्यमस्ति वा? गर्जति गुणकार्यं नास्ति. रेपः अस्ति, गर्ज् धातुः एव गर्ज्. गर्ज् धातुः अस्ति किन्तु केवलम् इडागमः दृश्यते. गर्जितवती इडागम अस्ति भगिनि. गर्जितवान्, गर्जितवन्तौ, गर्जितवन्तः, गर्जितवती, गर्जितवत्यौ, गर्जितवत्यः. नपुंसकलिङ्ग गर्जितवत्, गर्जितवती, गर्जितवन्ति. साधु भगिनी, तदेव. केवलम् अस्य धातोः प्रसङ्गे इडागमः दृश्यते, तावदेव. अन्यत् कार्यमेव नास्ति. गर्जितवत् इति प्रातिपदिकं सिद्ध्यति. साधु भगिनी, उत्तमम्. शोभा भगिनी, भवती करोतु अग्रिमम्. आं भगिनि, भ्रमति भ्रम् इति धातुः, तत्र इडागमः भवति भ्रमितवान् इति भवति, इडागमः आगच्छति. भ्रंयोगः तत्र तवतु तवतु तत्र कित् भवति, ककारस्य लशक्वतद्धिते इत्यनेन कित्. एकं वक्तुमिच्छामि, अत्र किमपि इङ्गितमेव नास्ति. इङ्गितं नास्ति इत्युक्ते तत्र त्रिषु स्थलेषु रिक्तस्थानानि एव दत्तानि, तदर्थं किञ्चित् भ्रमः अस्ति भवत्याः कृते. अस्य धातोः रूपं तु भिन्नम् अस्ति. एकवारं किञ्चित् किमर्थं चेत् अत्र कोऽपि सङ्केतः एव नास्ति. अत्र त्रिषु स्थलेषु रिक्तस्थानमेव अस्ति. भ्रम् धातोः तवत्वन्तरूपम् आरम्भे ज्ञातव्यम्. अहं चिन्तितवती भ्रमितवान् इति श्रुतवती इति चिन्तितवती, साधु नास्ति वा? अहं भ्रान्तवान् इति कुत्रापि भ्रान्तवान् अस्तु, उत्तमं. भ्रान्तवान्, तत्र एकं विशिष्टं सूत्रं तस्य कृते ज्ञातव्यं. भ्रान्तवान् इति रूपं सिद्ध्यति. भ्रान्तवत् इति प्रातिपदिकमस्ति. तत्र सूत्रं किमित्युक्ते, अनुनासिकस्य क्विझलोः क्निति, अनुनासिकस्य क्विझलोः क्निति इति एकं सूत्रमस्ति. क्निति इत्युक्ते किं वदतु? क्निति इत्युक्ते वा? कित् वा णित् वा अस्ति चेत् तत्र एकं सूत्रं भवति, क्निति च इति गुणस्य निषेधः भवति. अस्ति. अपि च क्निति इति कथनेन क्निति इति सप्तमी विभक्ति एकवचनरूपम् अस्ति, यथा अचि तथा क्निति इति सूत्रे दत्तमस्ति. इत्युक्ते क्निति इति निमित्तमस्ति तस्मिन् सूत्रे, निमित्तं क्निति. किन्तु अनुनासिकस्य क्वि झलोः इति तत्र सूत्रमस्ति. भ्रं धातुं स्वीकुर्मः चेत् अयं भ्रं धातुः अनुनासिकान्तधातुः. वदतु, अनुनासिकान्तधातुः इत्युक्ते किम्? यस्य धातोः अन्ते अनुनासिकवर्णः अस्ति इति मन्ये भगिनि. अत्र अनुनासिकवर्णः कः? तत्र मकारः अस्ति. क्षम्यतां, तत्र मकारः अस्ति. अवर्गीयव्यञ्जनानाम् अनुनासिकवर्णः. उत्तमं, तदेव. इत्युक्ते अयं धातुः भ्रं धातुः अनुनासिकान्तधातुः इति कृत्वा भ्रं, यं, रं, गम् इत्यादयः अनुनासिकान्तधातवः. किन्तु अत्र कीदृशं कार्यमस्ति इत्युक्ते, अनुनासिकस्य क्वि झलोः क्निति इति सूत्रेण दीर्घादेशः भवति इति कृत्वा भ्रं भ्रान्त, श्रं श्रान्त, शं शान्त. शान्त भिन्नं पदं, श्रान्त इति भिन्नं पदं. शान्त इत्युक्ते शान्तः भवति इति तादृशार्थः. श्रान्तः इत्युक्ते टयर्ड् इति अर्थः अस्ति. एतावता अत्र रूपाणि. भ्रान्तवान् वदतु. तत्र प्रश्नः भगिनि, तत्र दीर्घ आकारः भ्रा इत्यस्य भवति किल? तदनन्तरं भ्रान्तः, तत्र क्षं क्षम् अस्ति चेत् क्षान्तः इति भवति. अहं क्षान्तरूपाणि उक्तवती, किन्तु क्षान्तवान्, भ्रान्तवान्, श्रान्तवान् इत्यादीनि रूपाणि भवन्ति. त्रिषु लिङ्गेषु वदतु. भ्रान्तवान्, भ्रान्तवन्तौ, भ्रान्तवन्तः, भ्रान्तवती, भ्रान्तवत्यौ, भ्रान्तवत्यः, अपि च भ्रान्तवत्, भ्रान्तवती, भ्रान्तवन्ती, वन्ती इति सक्षमतां भ्रान्तवन्ती ह्रस्वैकारः एव. तत्र एकः प्रश्नः भगिनि, भ्रान्त इति भ्रम् इत्यनेन मकारस्य स्थाने नकारः भवति वा भवतु परे? अत्र भ्रं धातुतः अनेन सूत्रेण दीर्घादेशः भूत्वा भ्रां भ्राम् इति भवति. ओ, अनन्तरम् अन्यत् कारं भवति, तत्र मकारस्य नकारः भवति. अस्तु, आम् आम्. भ्रान्त, तत्र भ्रां भवति, तदनन्तरं तवत् इति प्रत्ययस्य तकारः आगतः. केवलम् एकमेव सूत्रमस्ति, भ्रं भ्रां भवति, अनन्तरं तवत् योजयामः. तत्र भ्रां तवत्, भ्रां तवत् भवति. तत्र तवर्गीय अनुनासिकव्यञ्जन आगत्य भ्रान्त इति भवति किल? अनन्तरम् अनुस्वारस्य परसवर्णादेशः, परसवर्णादेशः भवति. अतः नम् इत्यस्य नन्त इति भवति, किन्तु तत्र दीर्घ न भवति. वदतु प्रश्नः. अनुनासिकान्तधातोः विषये कोऽपि अनुनासिकवर्णः अन्ते अस्ति चेत् उपदावर्ण दीर्घः भवति वा? इत्युक्ते अत्र केचन धातवः यथा मया उक्तं भ्रं भ्रान्त भवति, शम् अस्ति चेत् शान्त भवति, श्रम् अस्ति चेत् श्रान्त भवति, क्षम् अस्ति चेत् क्षान्त भवति. किन्तु अत्र अन्यः विषयः अस्ति, गम् धातुः अस्ति चेत् गत, यम् अस्ति चेत् यत, रम् अस्ति चेत् रत. तत्र भिन्नं सूत्रम् अस्ति. ते धातवः गम् धातुः, यम् धातुः, रम् धातुः, ते धातवः अपि अनुनासिकान्तधातवः एव. किन्तु तत्र दीर्घादेशः न भवति. अस्मिन् पुटे एव अग्रे आयास्यति. नम् धातुः अस्ति, नम् धातोः रूपं नतवान् तत्र वदामि. धन्यवादः शोभा भगिनी, अग्रिमं करोतु. अग्रिमं श्रु धातुः शृणोति इति लट्लकारे तत् श्रुतवान् इति पूर्वं श्रुतवती इति इत्यनेन जानामि श्रुतवान् इति भवति. तत्र श्रुयोगः तवत् प्रत्ययः श्रुतवत् भूत्वा श्रुतवान् श्रुतवन्तौ श्रुतवन्तः अपि च श्रुतवती श्रुतवत्यौ श्रुतवत्यः श्रुतवत् श्रुतवती श्रुतवन्ति इति नपुंसकलिङ्गे भवति. इतोपि एकः विषयः ज्ञातव्यः अस्ति. अत्र रूपं पश्यतु शृणोति इति रूपं परिशीलयतु. तत्र श्रु इति रूपं कथं लिखितमस्ति? तत्र ऋकारान्तरूपं शृणोति इति. किन्तु धातुं पश्यतु. हा, धातुः रेपः अस्ति. शकार अपि रेपः तादृशः ऋकारः न ऋकारः न तादृशः अस्ति. तस्य ऋकारः आगच्छति. तत्र एकं सूत्रमस्ति भगिनि, श्रुवः श्रुच इति किल. श्रुवः इत्युक्ते तत्र श्रुः इत्यस्य बहुवचने श्रुवः इति मन्ये. श्रुवः श्रु ऋकारान्तश्रु भवति इति सूत्रं वदति. अरुणा भगिनी वदतु. नु प्रत्यय आगच्छति सार्वधातुकप्रत्ययपरे, अत्रापि श्रुधातुः श्रु इति धातु अपि आगच्छति. उत्तमम्. इत्युक्ते तत्र कार्यद्वयमस्ति. कार्यद्वयं किम् इत्युक्ते, शृणोति इति रूपं पश्यन्तु, एवं रीत्या लेखनीयम्. किन्तु धातुं पश्यामश्चेत् तालव्यशकारः रेपः उकारः इत्युक्ते तत्र त्रयः वर्णाः सन्ति, तालव्यशकारः रेपः उकारः. धातोः रूपं तादृशम् अस्ति, किन्तु यथा भवत्या उक्तं श्रुवः श्रुच इति सूत्रेण तत्र श्रु इति आदेशः भवति, अपि च श्नु इति विकरणप्रत्ययः आयाति इति कृत्वा अस्य रूपं. श्नु इति विकरणप्रत्ययः कस्मिन् गणे आयाति साधारणतया? स्वादिगणे. स्वादिभ्यः श्नुः. श्नुः तत्र शकारस्य लोपः, नु एव तिष्ठति, तत्र गुणः भूत्वा नो इति भवति. उत्तमम्. एतावत् स्वादिगणे एव श्नु आयाति. किन्तु अनेन सूत्रेण श्रुवः श्रुच इति सूत्रेण श्रु आदेशः भवति इति कृत्वा श्नु प्रत्ययः अपि आयाति इति कृत्वा लट्लकारे अस्य रूपं शृणोति. अत्र ऋकारः निमित्तमस्ति इति कृत्वा णत्वमपि भवति. तादृशं चिन्तनमपेक्षितं. साधु भगिनि उत्तमरीत्या उक्तवती. वेदा भगिनी भवती करोतु. आं भगिनि, शृणोति. नेक्स्ट् तपति. तपति बहुवचनं तप्तवन्तः. तपति तप दातु अनुनासिकचिह्नम् अस्ति. उपदेश अनुनासिक इति तस्य लोप इति अनुबन्धलोपानन्तरं तप् एव लौकिकधातुरूपम् अस्ति. तप् अहं या धातु दृष्टवती, अनिट् रूपम् अनिट् अस्ति, तत्कारणेन इडागमः न भवति. तप् योगः तवत् तवत् योजनेन तप् योज तवत् तप् तप् तवत् तप् तवत् तप्तवत् इति प्रातिपदिकम् आयाति. तप्तवत् तप्तवान् तप्तवन्तौ तप्तवन्तः इति रूपम् आयाति. स्त्रीलिङ्गे वदतु. तप्तवती तप्तवत्यौ तप्तवत् तप्तवती तप्तवत्यौ तप्तवत्यः. नपुंसि. नपुंसकलिङ्गे तप्तवत् तप्तवत् तप्तवत् तप्तवत् तप्तवती तप्तवन्ति. साधु भगिनि. संशयः, प्रीवियस् वर्ड् श्रु किल, शकार तालव्य वित् स्वर रुवत् रु भवति किल संयुक्ताक्षरे, तत् ऋकारान्त न भवति वा? Because shruhu, where talavya shakara, repa and ukara. Okay, that shru if we write, like how we write shri. So that shru उकारान्त भवति इति श्रुः श्रूः श्रवः नो नो श्रवः सम्बडि सेट् बहुवचन किल अत्र भगिनी शोभा भगिनी एकवारं वदतु अत्र श्रुवः श्रुच इत्यस्मिन् सूत्रे श्रुवः इति पदस्य रूपं किम् अहं चिन्तितवती बहुवचने अस्ति इति गुरुः अस्ति इति कृत्वा श्रुः श्रुवः इति भवति इति श्रुः गुरुः गुरु गुरवः श्रुः श्रूः श्रुहवः श्रुवः क्षमतां श्रूः एव अस्ति तत्र श्रुवः शुद्धि षष्ठि एकवचनं प्रातिपदिकम् अहं न जानामि हानि अस्ति इति युगे षष्ठी भवितुम् अर्हति इति अहं चिन्तयामि इदानीं किञ्चित् चिन्तनं परिवर्त्य श्रुवः स्थाने श्रु आदेशः भवति इति वदामश्चेत् इदानीं चिन्तनं सम्यक् भवति इत्युक्ते तत्र आदेशः अस्ति इत्युक्ते श्रु इति स्थानी भवति तस्य स्थाने ऋकारसहितं रूपम् इत्युक्ते श्रु आदेशः भवति इति कृत्वा तत्र षष्ठी एकवचनम् इति एव दत्तमस्तम् सत्यं सत्यं परन्तु भगिनि एक अन्यः प्रश्नः अस्ति विक्रणप्रत्ययस्य किं योजनं करोति तत्र लौकिकधातुरूपं यत् अस्ति तत् तत् योजनं कृतवती तवत्तु प्रत्ययस्य योजनं कृतवती रे तो विकरणप्रत्ययस्य नकार किमर्थम् आयाति भगिनि अत्र तु शृणोति शृणोति इति पदस्य प्रसङ्गे वयं चिन्तनं कुर्वन्तः स्मः समीचीनं भगिनि समीचीनं किन्तु श्रुतवान् श्रुतवती इत्यादिषु तत्र विकरणप्रत्ययस्य प्रसङ्गः एव नास्ति समीचीनं तवत्वन्त रूपम् एकवारं परिशीलयतु तत्र कीदृशं रीत्या लेखनीयं तत्र रूपं श्रुतवान् श्रुतवत् भवती एव वदतु श्रुतवान् योगः तवत् श्रुतवत् श्रुतवान् श्रुतवन्तौ समीचीनं भगिनि समीचीनम् इत्युक्ते मम प्रश्नः तु श्रुतवान् इति रूपं भवती लेखितुमिच्छति चेत् कथं लेखनीयं श्रुधातु एव शकार ऋकार रकार शकार रेफः उकार तादृशं रूपं श्रुतवान् इत्यस्मिन् लेखनीयं किन्तु लट्लकाररूपं भिन्नं लट्लकाररूपसाधनसमये एव श्रुवः श्रुच विकरणप्रत्ययः अपि च श्रु आदेशः एतत् सर्वं भवति अस्तु अस्तु लता भगिनी नामपदे श्रोतारः भवति किल ऋकारान्त श्रोतारः वेदा भगिनी वदतु श्रोतारः किं पदम् अन्य अन्य प्रत्यय श्रोतारः इति किं नुबुल् प्रत्यय वा नुबुल् सुजात भगिनी वदतु ऋकारान्त धातु अस्ति श्रोता तत्र श्रोतृ इति भवति श्रोतृ इस् डिफरेण्ट् फ्रम् श्रोतृ ऋकारान्त श्रोता श्रोतारौ श्रोतारः साधु Okay, I got confused. तृच् प्रत्ययः तृच् प्रत्ययस्य योजनेन श्रोतृ इति प्रातिपदिकं सिद्ध्यति ऋकारान्तप्रातिपदिकं तस्य प्रथमान्तं रूपं श्रोता बहुवचनरूपं श्रोतारः अपि च अत्र अस्माकं विषयः तु तपति इति अस्ति वेदा भगिनी भवती एव परिशीलयतु तत्र तपति तप् दातु अनिट् धातु अस्ति इरागमः न भवति तप् योजनेन तप् तवत् योजनेन तप् तवत् प्रातिपदिकम् अस्ति तप्तवान् तप्तवन्तौ तप्तवन्तः इति रूपं सिद्धयति उत्तमम् अपि च अहं किञ्चित् वक्तुमिच्छामि अत्र तापः तापः इति पदमस्ति तप् धातोः रूपमेव तापः इति घञन्तरूपम् अस्ति तपः तपः इति एकं पदमस्ति तपः इति पदमस्ति चेत् तस्य प्रातिपदिकं किम् तपसा उत्तमं तपस् सकारान्त नपुंसकलिङ्गपदं तपस् इति अस्ति तपः इति पदं भिन्नं पदं तापः इति पदं भिन्नं पदं तपः इति पदम् उणादिप्रत्ययेन साधितं पदं किन्तु तापः इति घञन्तपदमस्ति तव्यत् प्रत्ययान्तरूपं तप्तव्यम् अनियर् प्रत्ययान्तरूपं तपनीयम् इत्यादीनि पदानि अपि सिद्ध्यन्ति. अग्रिमं पदं स्वीकरोतु. बोधयति, बोधयति बुध् धातु, बुध धातु अस्ति उपदेशिक अवस्थायां, लौकिकरूपम् अस्ति बुध् धातु. बुध् सेट् धातु अस्ति, सेट् बुध् सेट् धातु अस्ति. बुध् बोधयति, बोधितवन्तः, बोधितवान्, बोधितवन्तौ, बोधितवन्तः. सो बोधित बोधितवत् बोध न बुध् योगः तवत् बुध् योगः तवत् किमस्ति कोऽपि सूत्रमस्ति वा तत्र परिवर्तनं भवति इति कारणेन? बुध् धातुः गणद्वये अस्ति, भुवादिगणे बुध् धातोः रूपं बोधति, अवगमने इत्यस्मिन् अर्थे बुध् धातुः अस्ति. भुवादिगणे एव बोधने इत्यस्मिन् अर्थे एकः बुध् धातुः अस्ति, तस्य रूपमपि बोधति एव. इत्युक्ते बुध् धातुः भुवादिगणे अस्ति इति कृत्वा, शप् इति विकरणप्रत्ययः अस्ति इति कृत्वा, बुध् धातुः उदुपदधातुः अस्ति इति कृत्वा, तत्र गुणकार्यं भूत्वा बोधति इति रूपं सिद्ध्यति. किन्तु अत्र अर्थः भिन्नः. इत्युक्ते अवगमने इत्यस्मिन् अर्थे एकः धातुः अस्ति, बोधने इत्यस्मिन् अर्थे अन्यः धातुः अस्ति. किन्तु बुद्ध धातुः दिवादिगणे अस्ति चेत् बुध्यते, तस्य अर्थः तु अवगमने, अवगमने इत्यस्मिन् अर्थे दिवादिगणे बुद्ध धातुः अस्ति, बुध्यते इति रूपम् अस्ति. किन्तु अत्र मम चिन्तनम् अस्ति बुद्ध बोध अभवत् इत्युक्ते साधारणतया क्तवत् प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा कित् प्रत्ययेषु परेषु गुणकार्यं न भवति. बुद्ध धातोः रूपं बुद्धः, बुद्धं, भवती जानाति एव बुद्धं वा बुद्धम् इति क्तान्तरूपम् अस्ति. तत्र इडागमः नास्ति, गुणकार्यमपि नास्ति. किन्तु अत्र बोधयति इति रूपं, बोधितवान् इति रूपं दत्तम् अस्ति इति कृत्वा इडागमः अपि अस्ति, अपि च गुणकार्यमपि अभवत्. साधु भगिनी, अधुना लता भगिनी भवती करोतु. नेक्स्ट् लिखति, लिखितवान् वन्तौ, लिखितवन्तः. लिखता तु तुदादिगणे अस्ति वा? अतः नो गुणकार्यं न भवति, लिक् एव भवति. सो लिक् प्लस् तवतु देर् अगेन् सर्वे उक्तवन्तः किल, सर्वाः उक्तवन्तः उक्तवत्यः सूत्रविषये अहं न जानामि, अल्पमेव जानामि. सो लिख् तवत् बिकम्स् लिखितवत् इडागमा भवति तत्र हस् हेपण्ड्. सो लिखितवत् प्रातिपदिकरूप, पुल्लिङ्गे लिखितवान्, लिखितवन्तौ, लिखितवन्तः. स्त्रीलिङ्गे लिखितवती, लिखितवत्यौ, लिखितवत्यः. एण्ड् देन् लिखितवत्, लिखितवती, लिखितवन्ति इन् नपुंसकलिङ्ग. उत्तमं. ज्ञातव्यांशाः के इत्युक्ते, अक्षरविन्यासे इत्यस्मिन् अर्थे अयं धातुः अस्ति, अपि च लिख् धातोः रूपमेव लेखः. धातुः लिख् धातुः अस्ति इत्युक्ते इदुपदधातुः अथवा इगुपद, तत्र पदद्वयम् अस्ति, इदुपद इति अपि साधु एव अथवा इगुपद इति अपि साधु एव. इत्युक्ते उपधायाम् इक् वर्णः अस्ति एकरीत्या वक्तव्यं, नो चेत् उपधायाम् इकारः अस्ति इति भिन्नरीत्या वक्तुं शक्नुमः. इगुपद धातुः अथवा इदुपद धातुः लिख् अस्ति, किन्तु लिखितवत्, लिखितवान् तत्र गुणकार्यं नास्ति, कित् प्रत्ययः अस्ति इति कृत्वा. किन्तु अन्येषु रूपेषु तुमन्नन्तं रूपं पश्यामश्चेत् लेखितुम्, अपि च तव्यत् प्रत्ययान्तरूपं परिशीलयामश्चेत् लेखितव्यं, लेखनीयम्, उत्तमं, लेखनीयं. इति रूपाणि भवन्ति. तत्र तत्र एकं वक्तुमिच्छामि, लिखित्वा रूपमपि साधु, लेखित्वा रूपमपि साधु. तत्र एकं विशिष्टं सूत्रम् अस्ति, तेन विशिष्टसूत्रेण तत्र विकल्पेन रूपद्वयं सिद्ध्यति. तत्र चिन्तनं कथं भवेत् इत्युक्ते, लिखित्वा इति कृत्वा प्रत्ययः, कृत्वा प्रत्ययः अपि कित् प्रत्ययः एव, तदर्थं गुणकार्यं भवितुं न अर्हति एव, गुणनिषेधः भवति एव. किन्तु तत्र एकेन विशिष्टसूत्रेण गुणकार्यं भूत्वा लेखित्वा रूपमपि साधु. अवगमनं कथं भवेत् इत्युक्ते, कुत्रचित् अपवादाः सन्ति. किल रूपम् अस्ति भगिनि, अग्रे वदतु भगिनि. बोध बोध णिजन्तरूपम् अस्ति, किन्तु णिजन्तरूपं न इष्टवान्, इष्टं रूपम् अस्ति चेत् बुधितवान् अपि भवितुम् अर्हति वा? बुद्धवान्. ओ बुद्धवान्. बुद्ध्वा इति रूपमपि अस्ति, कृत्वान्तरूपम्. अस्तु, धन्यवादः. हसति वदतु. हसति हस् धातुः, हस् प्लस् तवत् बिकम्स् हसितवत्, इडागमः भवति तत्र. सो हसितवत् इस् द प्रातिपदिका अस्ति, एण्ड् पुल्लिङ्गे हसितवान्, हसितवन्तौ, हसितवन्तः. स्त्रीलिङ्गे हसितवती, हसितवत्यौ, हसितवत्यः. एण्ड् देन् नपुंसकलिङ्गे हसितवत्, हसितवती, हसितवन्ती. उत्तमं भगिनि, तदेव. किन्तु अत्र हसधातोः प्रसङ्गे एकः ज्ञातव्यः अंशः अस्ति. किमित्युक्ते, अस्मिन् धातौ उपदेशावस्थायाम् अनुनासिक एकारः अस्ति, हसे अस्ति इत्युक्ते अनुनासिक अचुवर्णः, तत्र एकारः अस्ति. आदौ तस्य रूपं हसे अस्ति, तस्य अनुनासिक एकारस्य इत् संज्ञा उपदेशजनुनासिकीति इत्यनेन भवति. तस्मात् हस् इति लौकिकधातोः रूपं सिद्ध्यति. हासः इति पदं वयं जानीमः, ल्युडन्तरूपं वक्तुमिच्छामश्चेत् हसनं. हसितम् इत्युक्ते कीदृशं रूपम्? तस्मिन् पदे प्रत्ययः कः? न जानामि भगिनि. भवती जानाति भगिनि, साधु, तदेव. इत्युक्ते हसित, हसित इति क्तान्तरूपम् अस्ति, किन्तु हसितवान्, हसितवन्तौ इत्यादिनुरूपाणि क्तवत्वन्तरूपाणि भवन्ति. साधु भगिनि, उत्तमं. हसितं हसिता त्रिलिङ्गेषु अपि भवति किल विशेषण इत्युक्ते. उत्तमं, तदेव. ओके ओके. हासः नामपद. उत्तमं. घञ् अन्तरूपं, घञ् प्रत्ययान्तरूपं. हासः अकारान्त वा? अकारान्त वा? हासः, हासौ, हासाः. उत्तमं. पुंलिङ्गपदानि भवन्ति रामशब्दवत्. मन्दहासः स्मैल् किल, तदपि. ओके ओके, उपसर्गपूर्वकं. षट् प्रकारकः प्रभेदाः सन्ति हासनम् इत्यस्मिन्. शुभदा भगिनी वदतु, भवती जानाति चेत्. नो ओन्लि दिस् मच्. परिहास, उपहास, अपहास अपि अस्ति. अपहास मन्दहासः. अपहास इत्युक्ते विकटहास्य अपि अस्ति, राक्षसस्य विकटहास्य. रहस्यं, kind of word, I think. Attahasah is something like stubbornness, isn't it? No, that's something wrong. Attahasah is like... Attahasah, yeah, is with it? Arrogance. With arrogance. Yes. Laughing with arrogance is attahasa. I thought that was a Kannada word. Kinds in Sanskrit api. Marathi we say attahas is like being stubborn. Like Ravana will laugh attahasa. Garvam and arrogance. They laugh at others. Belittling others. Attahasa. Narsimha avataram this is something new for me. Atra attahasah iti padam pradeshika bhasha eva asti sanskrita bhashayam attahasah iti padam asti va iti drashtavyam asti bhagini mahottara hasah iti sankalpastrume shabda yukta hasyam bhagini tatra atta attah iti te upari iti asti kila Atta means attic. Where we store things, no? Upari. Upari. Mahodaya, Mahodaya Bhavan Vadatu, Atra Attahasah iti padam, Kidrusham Karyam Bhavati Kinchit Drushtva Vaktam Shaknoti Vak. Mekadude Dattamasti, Yada Devi Mahadev, Devi Namno Divache, Sa Attahasam Muhurmuhu. त्रयम्बकस्याष्टहासः मेघदूते धन्यवादाः नरसिंहास् आल्सो इन् घटापटलभीषणे सर्वसाट्टहासोद्भटे सर्वसाट्ट स अट्ट महत्तर अट्टहसित महत्तरः हासः सूर्यकुमारी भगिनी भवती करोतु अग्रिमं भगिनी नमति लट्लकाररूपं धातु नं धातु भवतु नतवान् नतवन्तौ नतवन्तः नवति नवत्यौ नवत्यः पुनः वदतु स्त्रीलिङ्गे रूपाणि नतवती नतवत्यौ नतवत्यः नपुंसकलिङ्गं नतवत् नतवती नतवन्ति रूपाणि परिशील्य किञ्चित् वदतु चिन्तनं किं नं योगः तवतु इडागम न धातु इडागम न भवति अनुनासिक अन्ते अनुनासिक अस्ति अहं चिन्तयामि दीर्घ न भवति पूर्व यथा भवत्या उक्तं नं धातुः अस्ति उपदेशावस्थायां णं मूर्धन्यणकारादिधातुः अयं धातुः णो नः इति सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आयाति लौकिकधातोः रूपं नं किन्तु नत इति रूपम् अस्ति यथा भवत्या उक्तम् अयं धातुः अनुनासिकान्तधातुः इत्युक्ते अस्य धातोः अन्ते पवर्गीय अन्तिम अनुनासिकव्यञ्जनमस्ति मकारः अस्ति इति कृत्वा अयं धातुः अनुनासिकान्तधातुः अस्ति इति कृत्वा अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलिक्निति इति एकं दीर्घं सूत्रमस्ति अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलिक्निति इति एकं सूत्रमस्ति अयं प्रत्ययः कित् प्रत्ययः तदर्थं निमित्तं क्निति कित् वर्णः कीदृशवर्णः झलिक्निति इत्युक्ते झल् वर्णः तकारः झल् वर्णः अपि च प्रत्ययः कित् प्रत्ययः तदर्थमेव अनुनासिकलोपः भवति अनुनासिकलोपः भवति इति कृत्वा तत्र नं धातुतः अनुनासिकवर्णस्य लोपं कृत्वा नत इति रूपं सिद्ध्यति ईदृशानि उदाहरणानि अन्यानि वदामि यं धातुतः यतवत् यतवान् रं धातुतः रतवत् रतवान् मन् धातुतः मन् इत्यस्मिन् नकारः अस्ति नकारः अपि अनुनासिकवर्णः एव अनुनासिकलोपं कृत्वा मत इति रूपं सिद्ध्यति. मत इति क्रान्तरूपं, किन्तु मतवत् इति कृतवत्वन्तरूपं. पुंलिङ्गे मतवान्, नम् धातोः रूपं नतवान् अस्ति. हन् हन् इति धातुः अस्ति. हन् धातोः रूपं हतवत्, हतवान्, हतवती इत्यादीनि रूपाणि. गम् धातुः अपि अनुनासिकान्तधातुः. गतवान्, गतवत् इति प्रातिपदिकमस्ति. तस्य सूत्रस्य अर्थः कः इति परिशीलयामश्चेत् तत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् इति उक्तमस्ति. तनोति इत्यादीनाम् इति लिखितमस्ति इति कृत्वा तन् इति धातोः रूपं ततवान्. तनोति इति रूपं तनादिगणीयधातुः अस्ति. तनोति लट्लकाररूपं ततवान्. इदं कार्यं कित् प्रत्ययेषु परेषु भवति इति कृत्वा क्त्वान्तरूपं परिशीलयामश्चेत् गम् धातोः गत्वा, यं यत्वा, रं रत्वा, नं नत्वा इत्युक्ते क्त्वान्तरूपाणि तथा भवन्ति. क्तिन् प्रत्ययान्तरूपाणि यं यतिः, रं रतिः, गं गतिः, तन् ततिः. सर्वे जानीमः सन्ततिः तत्र सम् उपसर्गपूर्वकः. तन् धातुः अस्ति. तन् धातोः रूपं तनोति विस्तारे इत्यस्मिन् अर्थे. तत्र क्तिन् प्रत्ययः अस्ति. संयोगः तन् योगः क्तिन् प्रत्ययः. सन्ततिः ततिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति. हन् धातुः वदतु महोदय. अष्टम् अकारान्त अनुनासिकशब्दमस्ति. अनादरे चुरादिगणैः उपयापति सेट् अट्टयति, अट्टयतः, अट्टयन्ति, अट्टयसि, अट्टयतः, अट्टयत, अट्टयामि, अट्टयावः, अट्टयामः. अनादरे इति अर्थे अस्ति. तद् इन् इङ्ग्लिश् है, लाफ्टि, लौड् इस् द मीनिङ्ग् फार् अट्ट. परिहासे, परिहासे आल्सो इस् मेन्शन्ड्. परिहासे अट्टहासः. धन्यवादः. हन् धातोः रूपं हत्वा, हतवान्, हतः इत्युक्ते हन् धातुः अपि अनुनासिकान्तधातुः इति कृत्वा तत्र अनेन सूत्रेण अनुनासिकलोपः भवति इति ज्ञातव्यः अंशः. अपि च अग्रिमं पदमस्ति ददाति. अरविन्द महोदय भवान् वदतु. ददाति, दा धातु अस्ति जुहोत्यादिगणे. जुहोत्यादिभ्यश्रु इति कारणेन द्वित्वं भवति. किन्तु दत्त इति कथं निष्पन्नं भवति इति अहं न जानीमः. एकं विशिष्टं सूत्रमस्ति दो दद्घोः, दो दद्घोः इति सूत्रमस्ति. तेन सूत्रेण दा स्थाने दद्ध आदेशः भवति. तत्पश्चात् खरि च इति सूत्रेण तत्र तवर्गीय थकारस्य स्थाने खरि च इति सूत्रेण तकारादेशः भवति इति कृत्वा दत्तवत् इति प्रातिपदिकं सिद्ध्यति. एतावता अस्य पदस्य रूपसाधनप्रसङ्गे सूत्रद्वयम् अपेक्षितं. दो दद्घोः अपि च खरि च इत्याभ्यां सूत्राभ्यां दा धातुतः दत्तवत् इति प्रातिपदिकं सिद्ध्यति. अग्रिमं पठतु भगिनि. एकः संशयः, दा धातोः एव यच्छति अपि भवति किल? यच्छति. वि डोण्ट् हेव् क्तवतु फार् यच्. वि डोण्ट् से न दत्तवान्, ओन्लि वि यूस् देर् आल्सो फर् यच्छति लट्लकाररूपा. या तदेव इत्युक्ते तत्र अत्र धातुः डुदां, डुदां इति धातुः अस्ति. इत्युक्ते दा धातुः उभयपदी धातुः. अहं चिन्तयामि भिन्नधातुः अपि दा दाने इति धातुः अपि अस्ति. दिस् इस् आल्सो दानेन ददाति ल ददाति आर् पर्यायपदास् नो धातु आगम भवति. जुहोत्यादिगणे दा धातुः दाने इत्यस्मिन् अर्थे जुहोत्यादिगणे द्वित्वकार्यं भवति. किन्तु भिन्न दा धातुः अपि अस्ति इति. ओ ओ अनदर्गण अनेगणे. अग्रे पठतु महोदय. अत्र अस्तु भगिनि, अनन्तरं वदतु. तत्र अदादिगणे अपि अस्ति भगिनि, तदेव वा दा दाण् इति स्वादिगणे अस्ति दाने दा दाप् इति लवण् लवणे अदादिगणे अस्ति अपि च डुदा इति दाने जुहोत्यादि दा इति अस्ति अजुहोत्यादि अपि च स्वादिगणे दा दाने किन्तु दीर्घ अकारान्त धातवः अस्ति किल पाघ्राध्मास्था तत् सूत्रं तेन सूत्रेण दा इति धातुः अपि अस्ति तस्मिन् सूत्रे तस्य यच्छ इति भवति इति एकं बहु बृहत् सूत्रमस्ति इत्युक्ते एतावत् अस्माभिः किं ज्ञातव्यम् इत्युक्ते दा धातुः भुवादिगणे अस्ति भुवादिगणे अस्ति दा धातुः दाने इत्यस्मिन् अर्थे भुवादिगणे अस्ति चेत् तस्य रूपं यच्छति किन्तु धातुः दा अस्ति किन्तु रूपं यच्छति अस्ति भुवादिगणे इत्युक्ते तत्र धात्वादेशः भवति इति अर्थः भुवादिगणस्य प्रसङ्गे इत्युक्ते अर्थः तु समानः किन्तु दा धातोः प्रसङ्गे भगिन्या उक्तं पाघ्राध्मा स्था मना इति एकं दीर्घं सूत्रमस्ति तेन सूत्रेण दा इत्यस्य स्थाने यच्छ आदेशः भवति इति कृत्वा यच्छति इति रूपं सिद्ध्यति किन्तु जुहोत्यादिगणीय दा धातोः प्रसङ्गे ददाति यच् धातोः योगे अदर् प्रत्यय न भवति वा तवतु प्रत्यय यच् इति न आगच्छति किल ओन्लि लैक् हौ अस्तातु अभवत् फार् पाघ्रा एण्ड् आल् देट् वि यूस् पा ओन्लि रैट् सो देट् वे दा ओन्लि वि हेव् टु यूस् मे बि पाघ्रा एण्ड् आल् देट् वि यूस् पा पातुम् इत्युक्ते मम अवगमनम् एवम् अस्ति यत् भगिन्याः प्रश्नः तु भुवादिगणीय दा धातोः प्रसङ्गे यच्छति इति रूपं सिद्ध्यति चेत् तत्र तवत्वन्तरूपं किम् इति वा प्रश्नः दत्तवत् इति एव भवति इति मम चिन्तनम् कोऽपि वदतु धन्यवादः स्वादिगणे अपि धातु दा एव कृत्प्रत्यय धातु तर परे एव अस्ति लट्लकार एव यच्च आयाति उत्तमं तदेव दीर्घसूत्रेण पाघ्राध्मा इति दीर्घसूत्रेण लट्लकाररूपे एव यच्च आदेशः भवति इत्युक्ते तत्र शीति इति अनुवृत्तिः अस्ति शीतिपरे एव यच्च आदेशः भवति एतावत् तवत्वन्तरूपं दत्तवान् दत्तवती इति एव भवति इति मम चिन्तनम् अग्रिमं पदं स्वीकृत्य वक्तव्यमस्ति सूर्यकुमारी भगिनी भवती करोतु समापयामः पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः पृच्छदातु प्रच्छिधातुः प्रच् ओ सम्प्रसारणं भवति प्रच्छदातु क्रवतु कित् प्रत्यय आरम्भे धातुः अस्ति प्रच् प्रच् धातुः अस्ति तत्र ग्रहिज्या वै व्यधि वष्टि विचति पृच्छति भृजतीनाम् इति एकं सम्प्रसारणसूत्रमस्ति धातुः सम्प्रसारणी धातुः ग्रहिज्या वै इति सूत्रेण सम्प्रसारणं भूत्वा पृच्छ् भवति इत्युक्ते रेफस्य स्थाने ऋकारादेशः भवति यण्सन्धेः विपरीतं कार्यं सम्प्रसारणकार्यम् आरम्भे सम्प्रसारणं भवति पश्चात् तत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज झषांशः इति एकं सूत्रमस्ति तेन सूत्रेण षकारादेशः भवति झलिपरे इति कृत्वा तत्र इत्युक्ते छकारान्तधातुः, अयं धातुः छकारान्तधातुः अस्ति इति कृत्वा व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशाम छशाम इति लिखितमस्ति. छशाम इति कथनेन तत्र छकारान्तधातुः अपि च तालव्यशकारान्तधातुः इति अर्थः अस्ति. छशाम इति कथनेन षष्ठी बहुवचनान्तरूपम् अस्ति. तत्र आरम्भे सम्प्रसारणं भवति, पश्चात् व्रश्च भ्रश्च सूत्रेण शकारादेशः भवति इति कृत्वा पृष् इति भवति. तदनन्तरं स्टुत्वं भवति, पृष्योगः त पृष्ट इति रूपं भवति. तदर्थमेव पृष्टवत् इति प्रातिपदिकं सिद्ध्यति. इत्युक्ते अस्य पदस्य रूपसिद्ध्यर्थं त्रीणि सूत्राणि आवश्यकानि. प्रथमं सम्प्रसारणं कार्यं भवति, पश्चात् शकारादेशः भवति, पश्चात् स्टुत्वं भवति इति कृत्वा पृष्टवत् प्रातिपदिकं पृष्टवान् इति पुंलिङ्गे रूपं. ब्रूते वदतु. ब्रूते ब्रू अपि ब्रूते उक्तवन्तः. ब्रू अपि ब्रुश् अपि सम्प्रसारणं भवति. अत्र सम्प्रसारणं नास्ति, अत्रापि विशिष्टं कार्यमस्ति. यथा भवती उक्तवती ब्रूते इति रूपम् अस्ति. ब्रूञ् धातुः उभयपदी धातुः अस्ति, उक्तवान् इति रूपम् अस्ति. तत्र ब्रुवोवचिः इति एकं सूत्रमस्ति. ब्रुवोवचिः इति सूत्रेण ब्रूस्थाने वच् आदेशः भवति, आर्धधातुकप्रत्यये परे एव ब्रू धातोः स्थाने वच् आदेशः भवति. इत्युक्ते तत्र तवत् प्रत्ययः सार्वधातुकः नास्ति. किमर्थं चेत् तिङ् नास्ति, शित् नास्ति, आर्धधातुकं शेषः इति सूत्रेण क्तवत् प्रत्ययः आर्धधातुकः भवति इति कृत्वा आर्धधातुकप्रत्यये परे एव ब्रुवोवचिः सूत्रं कार्यं करोति. तेन वच् आदेशः भवति. तत्पश्चात् सम्प्रसारणं भूत्वा वच् उच् भवति. तदनन्तरं चोहोकुः इति सूत्रमस्ति. तेन सूत्रेण इत्युक्ते सम्प्रसारणकार्यमपि अस्ति, धात्वादेशः अपि अस्ति, अपि च चोहोकुः कार्यमस्ति इति कृत्वा चकारस्य स्थाने ककारादेशः भवति. अन्ततो गत्वा रूपम् उक्तवत् इति प्रातिपदिकमस्ति. उक्तवान् इति प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे अस्ति. साधु भगिनी उत्तमरीत्या उक्तवती. केवलं चत्वारि पदानि सन्ति. अरविन्द महोदय भवान् करोतु. धातुः अस्ति, सेट् अस्ति इति कृत्वा तबतु इति अर्धधातुकप्रक्रियायां अर्धधातुक सेट् बलादे एवं नेट् वशीकृति इति कारणेन प्रत्ययस्य अपि इटागमः भवति. कृत्वा इश् इश् योगः इ योगः तबतु इषितवत् इति रूपं सिद्ध्यति. इषितवान्, इषितवती, इषितवत् त्रीणि लिङ्गे. उत्तमम्. ईक्षते तत्र क्षकारः अस्ति. क्षकारः ककारषकारयोः मिलितं रूपं, ककारषकारयोः मिलितं रूपमेव क्षकारः. संयुक्तवर्णः ईक्षितवान्, ईक्षितवन्तौ, ईक्षितवन्तः इति रूपाणि सन्ति. अत्र तु आर्धधातुकस्येड् वलादेः इति सूत्रस्य एव प्रसक्तिः अस्ति. नेड् वशीकृति इत्यस्य प्रसक्तिः अत्र नास्ति. अत्र आर्धधातुकस्येड् वलादेः इत्युक्ते तकारः वलादिवर्णः. कतवतु इति प्रत्यये अनुबन्धवर्णानां निष्कासनानन्तरं तवत् अवशिष्यते. तवत् इत्यस्मिन् आदिमवर्णः तकारः अस्ति. सः तकारः वल्प्रत्यहारस्थवर्णः इति कृत्वा आर्धधातुकस्य इट् वलादेः वलादिप्रत्याहारस्थवर्णयुक्तः आर्धधातुकप्रत्ययः अस्ति चेत् इट् भवति इति सूत्रं वदति. साधु महोदय, अत्र अग्रिमं पदमस्ति लभते. शोभा भगिनी भवती करोतु. आं भगिनि, तत्र लभते लभ् इति धातुः, कथं तत्र लब्धवान् भवति इति? शुभदा भगिनी भवती करोतु. लब् धातुः अस्ति मूले, तस्य तवक्तु प्रत्ययः तु लभ् योगः तवत् इति भवति. तत्र तत्पश्चात् लभ् तस्य तत्र झषस्ततोर्धोधः झषस्ततोर्धोधः इति सूत्रस्य प्रसक्तिः अस्ति. इति सूत्रेण त त अस्ति परे, तवत् अस्ति, त अस्ति, अतः त इत्यस्य ध इति भवति. सो लभ् योगः ध इति भवति. तत्पश्चात् झलाञ्झ झषि इत्यनेन ध परे अस्ति कृत्वा इति कृत्वा लभ भ इत्यस्य ब भवति, बकारः भवति. सो लभ योगः ध इति भवति. वर्णमेलनं कृत्वा लब्ध इति भवति, लब्धवत् इति भवति, तवत् इत्यस्य लब्धवत् इति भवति. सो झषस्ततोर्धोदः, तदनन्तरं झलाञ्झषि, झलाञ्झषि इति द्वे सूत्रे सूत्रद्वयम् अत्र कार्यं करोति. अन्ते तु लब्ध इति अन्तिमरूपम् अथवा लब्धवत्, लब्धवान् इति पुल्लिङ्गे. उत्तमं भगिनि. झषन्तधातुः इति वदामः, लब्धधातुः झषन्तः इत्युक्ते झष् इति एकः प्रत्याहारः. झष् प्रत्याहारे वर्गचतुर्धाः सन्ति, इत्युक्ते झष् प्रत्याहारस्थवर्णः भकारः अस्ति इति कृत्वा तत्र झषस्थतोर्धोधः इति सूत्रेण तत्र धाधातुं विहाय इति सूत्रं वदति. तत्र लब्धयोगः तवत् इति रूपम् आदौ अस्ति. भगिनी यद् उक्तवती तदेव पुनः वदामि. भवती सम्यक् उक्तवती, तत्र समस्या एव नास्ति, किन्तु अस्माकम् अवगमनार्थं पुनः वदामि. लभ्ययोगः तवत् इति रूपम् अस्ति. तत्र तकारस्य स्थाने झषस्ततोर्धोधः इति सूत्रेण तस्य दन्त्यतकारस्य स्थाने धकारादेशः भवति आदौ. तत्पश्चात् झलां झष् झषि इति सूत्रेण झष् वर्णादेशः भवति. इत्युक्ते महाप्राण भकारस्य स्थाने अल्पप्राण बकारादेशः भवति इति कृत्वा लब्ध इति रूपं सिद्ध्यति. लब्धवत् प्रातिपदिकमस्ति. तादृशं कार्यमेव युध्यते इत्यस्मिन् अपि भवति. इत्युक्ते युद्धवान्. भगिनी पुनः भवती एव वदतु. युद्ध योगः तवत्, तत्र युद्ध योगः तवत्, तत्र युद्ध योगः धवत् इति भवति. प्रथमं तु झषस्ततोर्धोधः इत्यनेन, तत्पश्चात् झलाञ्झषि इत्यनेन युद् अल्पप्राणदकारः भवति. युद् योगः धवत् इति भवति. दकारधकारयोः मेलनवर्णमेलनं भूत्वा युद्धवत् इति भवति. उत्तमं. युद्धवत् इति प्रातिपदिकं, युद्धवान् इति पुंलिङ्गे रूपम् अस्ति. इत्युक्ते अत्रापि सूत्रद्वयं, झषस्ततोर्धोधः अपि च झलां झष् झषि इति सूत्रमस्ति. सूत्रद्वयेन अत्र लब्धधातोः प्रसङ्गे, युद्धधातोः प्रसङ्गे समानं कार्यम्. अपि च आस्ते इति एकं पदमस्ति अत्र. आस्ते तस्मिन् प्रसङ्गे शोभा भगिनी भवती वदतु. आं भगिनि, तत्र आस् इति धातुः लटि आस्ते इति भवति. तत्र तवतु प्रत्यये आगच्छति चेत् आस् योगः तवतु, तवत् इति तिष्ठति, आस्तवत् इति. अनन्तरम् इडागमः भूत्वा आसितवान् इति भवति. अनन्तरं तत्र आसितवान्, आसितवन्तौ, आसितवन्तः, आसितवती, आसितवत्यौ, आसितवत्यः, आसितवत्, आसितवती, आसितवन्ति इति त्रीणि रूपाणि भवन्ति. उत्तमम्. अत्र तु केवलम् इडागमः अभवत् तावदेव कार्यमस्ति. आस्ते इति अदादिगणे अस्ति. वदतु. अस् धातु आस् धातु अर्थसमानं वा? अत्र तु उपवेशने इत्यस्मिन् अर्थे आस्ते इति अस्ति. इत्युक्ते अदादिगणे अस्य धातोः रूपाणि आस्ते, आसाते, आसते. आस् धातुः उपवेशने इत्यस्मिन् अर्थे अस्मात् धातुतः एव आसनम्. अवगतं भगिनि, धन्यवादः. सिद्ध्यति. किन्तु रूपं दृष्ट्वा किम् अवगन्तुं शक्नुमः? सेट् धातुः, आस् धातुः, सेट् धातुः, तदर्थमेव आसितवान् इति रूपम् अत्र सिद्ध्यति. साधुचिन्तनं कृतवन्तः वयम्. अग्रिमे पुटे अपि इतोपि कानिचन रूपाणि सन्ति. यदि भवन्तः सर्वे ज्ञातुमिच्छन्ति चेत् एवं रीत्या चिन्तनं करिष्यामः, नो चेत् केवलं रूपाणि परिशील्य चिन्तयन्ति तादृशमेव भवतु. समीचीनं भगिनि, करिष्यामः. बहु सुन्दर. आं भगिनि, इति यथा अद्य अग्रिमे पुटे अपि पिबति इत्यस्मिन् विशिष्टं सूत्रमस्ति, तथा एव पृच्छति इत्यस्मिन् सूत्रमस्ति, अपि च गम् धातोः प्रसङ्गे अहम् उक्तवती एव. शेते, शयितवती, शयितवती इत्यस्मिन् प्रसङ्गे अपि विशिष्टं सूत्रमस्ति. इत्युक्ते केषुचित् स्थलेषु विशिष्टानि सूत्राणि सन्ति, किन्तु अन्यत्र केवलं वर्णमेलनं, कुत्रचित् इडागमः, तादृशरीत्या चिन्तनीयं भवति. अद्य वयं सम्यक् चिन्तनं कृतवन्तः. अग्रिमेषु पुटेषु किं दत्तमस्ति इति एकवारम् अवलोकयन्तु. अग्रिमे सप्ताहे पुनः मिलित्वा चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः.